पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 42 सख्य ऊचुः सुदेवा का त्वया प्रोक्ता किमाचारा वदस्वनः त्वया प्रोक्तं महाभागे वदनः सत्यमेव च सुकालोवाच अयोध्याया महाराजस आसीद्धर्मकोविदः मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः इक्ष्वागुर्नाम सर्वज्ञो देवब्राह्मणपूजकः तस्य भार्या सदा पुण्या पतिव्रतपरायणा तया सार्धं यजेद्यज्ञं तीर्थानि विविधानि च वेदराजस्य वीरस्य काशीशस्य महात्मनः सुदेवा नाम वै कन्या सत्याचारपरायणा उभये मे महाराज इक्ष्वाकुस्तां महापतिः सुदेवाचार्य सर्वाङ्गी सत्यव्रतपरायणा तया सार्धं स वै राजा जनानां पुण्यनायकः सरेमे नृपशार्दूलो नित्यं च प्रियया तया एकतादुमहाराजस्तया सार्धं वनं ययौ गङ्गारण्यं समासाद्य मृगयां क्रीडते सदा सिंहान् हत्वा वराहांश्च गजांश्च महिषांस्तथा क्रीडमानस्य तस्याग्रे वराहश्च समागतः बहु शूकरयुधेन पुत्रपौत्ररलङ्कृतः एका च शूकरी तस्य प्रिया पार्श्वे प्रतिष्ठिता वराहै शूकरैस्तस्य तमेव परिवारिता दृष्ट्वा च राजराजेन्द्रं दुर्जयं मृगयारथं पर्वताद्धारमाश्रित्य भार्यया सह शूकरः तिष्ठत्येकः सुवीर्येण पुत्रान् पौत्रान् गुरून् शिशून् ज्ञात्वा तेषां महाराज मृगाणां कथनं महद तानुवाच सुदान् पौत्रान् भार्यां तां च स शूकरः कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः क्रीडदे मृगयां कान्दे मृगान् संहरदे बहून् समां दृष्ट्वा महाराज यष्यदे नात्र संशयः अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवं मम रूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति हर्षेण महदाभिष्ठो बाणपाणिर्धनुर्धरः स्वभिरुक्तो महातेजालुब्धकैः परिवारितः प्रिये करिष्यते खादं ममाप्येवं न संशयः शूकर्युवाच यदा यदा पश्यसि लुब्धकान् बहून्महावने कान्त समायुधान् बहून् एतैस्तु पुत्रैर्मम पौत्रकैः समं दूरं नुभो यासि पलायमानः त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः दृष्ट्वा नृपेन्द्रं पुरुषोत्तमोत्तमं करोषि किम् कान्तवदस्वकारणम् तस्यास्तु वाक्यं सनिशम्यकोल उवाच तां शूकरराज उत्तरं यदर्थभीदोऽस्मि सुलुब्धकात्प्रिये दृष्ट्वा गदो दूरनिशम्यशूकरान् सुलुब्धकाः पापकराः षढाः प्रिये कुर्वन्ति पापं गिरिदुर्गकन्दरे सदैव दुष्टा बहुपापचिन्तका जाताश्च सर्वे परिपापिनां कुले तेषां हि हस्तान्मरणाद् बिभेदि मृतोऽपि यास्यामि पुनश्च पापं दूरं गिरिं पर्वतकन्दरं च व्रजामि कान्ते अपमृत्युभीदः अयं हि पुण्यो नरराथ आगतो विश्वाधिकः केशवरूपभूपः युद्धं करिष्ये समरे महात्मना सार्धं प्रिये पौरुषविक्रमेण जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्यां तेनाखदो वीरवरेण सङ्करे यास्यामि लोकं मधुसूदनस्य ममाङ्गभूतेन फलेन मेधसा तृप्तिं परां यास्यति भूमिनाथः तृप्ता भविष्यन्ति सुलोकदेवता अस्मादयं चागदो वज्रपाणिः अस्यैव हस्तान्मरणं यदा भवेल्लाभश्च मे सुन्दरि कीर्तिरुत्तमा तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य नैवं भीदोऽस्मि क्षुब्धोऽस्मि गदोऽहं गिरिसानुषु पापाद्भिदो गतकान्ते धर्मं दृष्ट्वा स्थितो ह्यहं न जाने पादकं पूर्व मन्यजन्मनि चार्जितं येनाहं शौकरीं व्योन्निं गतोऽहं पापसञ्चयाद क्षालयिष्याम्यहं घोरं पूर्वपादकसञ्चयम् बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः पुत्रान् पौत्रांस्तु वाराहि कन्यां कुटुम्बबालकं गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज मम स्नेहं परित्यज्य हरिरेष समागतः अस्य हस्तात् प्रयस्यामि तद्विष्णोः परमं पदं दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम् उत्काटितकपाडं तु यास्यामि सुमहादिवम् सुकलो वाच तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः उवाच तत्प्रिया सख्यसीदमानान्तरा तदा शूकर्युवाच यस्मिन् यूधे भवान् स्वामी पुत्रपौत्रैरलङ्कृतः मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबान्धवैः त्वयैवालङ्कृतो यूधो भवता परिशोभते त्वां विनायं महाभाग दीदृग्यूधो भविष्यति तवैव स्वबलेनापि गर्जमानाश्च शूकराः विचरन्ति गिरौ कान्दतनया मम बालकाः कन्दान्मूलान् सुभक्षन्ति निर्भयास्तव तेजसा दुर्गेषु वनकुञ्जेषु ग्रामेषु नगरेषु च न कुर्वन्ति भयं तीव्रं सिंहानामिह पर्वते मनुष्याणां महाबाहो पालितास्तव तेजसा त्वया त्यक्ता अमि सर्वे बालका मम तारकाः दीनाश्चैव कुलाश्चैव भविष्यन्ति विचेतनाः नित्यमेव सुखं वर्त्म गत्वा पश्यन्ति बालकाः। पदिहीना यथा नारी शोभते नैव शोभना, अलङ्कृता यथा दिव्यैरलङ्कारैः सकाञ्चनैः परिच्छदैरत्नवस्त्रैः पितृमातृसहोदरैः श्वश्रुश्वशुरकैश्चान्यैः पदिहीनानभागिसा चन्द्रहीना यथा रात्री पुत्रहीनं यथा कुलं दीपहीनं यथा गेहं नैव भागि कदाचन त्वां विनायं तथा युधो नैव शोभेदमानद। आचार्येण विना मर्त्यो ज्ञानहीनो यदिर्यथा मन्त्रहीनो यथा राजा तथायं नैव शोभते। कैवर्तेन विना नौ वा सम्पूर्णा परिसागरे न भात्येवं यथा सार्धसार्धवाहेन वै विना सेनाध्यक्षेण च विना यथा सैन्यं न भाधिक त्वां विना वै तथा सैन्यं शूकराणां महामदे। दीनो भविष्यति तदा वेदहीनो यथा द्विजः मयि भारं कुटुम्बस्य विनिवेश्य प्रगच्छसि। मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी त्वां विनाहं न शक्नोमि धर्तुं प्राणान् प्रियेश्वर। त्वयैव सहिता स्वर्गं भूमिं वाध महामदे नरकं वापि भोक्ष्यामि सत्यं सत्यं वदाम्यहं। त्वं वा पुत्रांस्तु पौत्रांस्तु गृहीत्वा युधमुत्तमम् आवां व्रजामयुधेश दुर्गमेवं सुकन्दरम्। जीवितव्यं परित्यज्य रणाय परिगम्यते तत्र को दृश्यते लाभो मरणे वदसाम्प्रतम्। वाराह उवाच वीराणां त्वं न जानासि सुधर्मं शृणु साम्प्रतं युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम्। देहि मे योधनं सङ्ख्ये युद्धार्थ्यहं समागतः परेण याचितं युद्धं न ददाति यदा नरः। कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणुवल्लभे कुम्भीपाके तु नरके वस्येद्युगसहस्रकं। क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः तद्युद्धं दीयमानेन रणभूमिगतेन वै। निर्जितं तु परं तत्र यशकीर्तिं प्रभुञ्चते सवाहदो युध्यमानपौरुषेणादिनिर्भयः। वीरलोकमवाप्नोति दिव्यान् भोगान् प्रभुञ्चते यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु। वीरलोके वसेत्तावद्देवाचारैर्महीयते मनुपुत्रसमायाद अयं वीरो न संशयः। सङ्ग्रामं याजमानस्तु युद्धं देयं मया ध्रुवम् युद्धातिथि समायादो विष्णुरूपः सनातनः। सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे। शूकर्युवाच यदा युद्धं त्वया देयं राज्ञे चैव महात्मने तदोऽहं पौरुषं कान्त पश्यामि तव कीदृशम्। एवमुक्त्वा प्रियान् पुत्रान् समाहूय त्वरान्विता उवाच पुत्रकायूयं शृणुध्वं वचनं मम। युद्धातिदिसमायादो विष्णुरूपः सनातनः मया तत्र प्रगन्तव्यं यत्रायं हि गमिष्यति यावत् तिष्ठति वैनाथो भवतां प्रतिपालकः यूयं गच्छद वैदूरं दुर्गं गिरिगुहामुखम् सुखं जीवत मे वत्स वर्जयित्वा सुलुब्धकान् मया तत्रैव गन्तव्यं यत्रैष हि गमिष्यति भवतां श्रेष्ठोऽयं भ्राता यूधरक्षां करिष्यति एते पितृव्यकाः सर्वे भवतां त्राणकारकाः दूरं प्रयाद वै सर्वे मां विहाय सुपुत्रकाः पुत्रा ऊचुः अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै युवाभ्यां हि अकस्माद्वै इदमुक्तं भयङ्करं तन्नो हि कारणं मादर्वद सत्यमिहैव हि शूकर्युवाच अयं राजा महारौद्रकालरूपः समागतः क्रीडते मृगया लुब्धो मृगान् हत्वा बहून्वने इक्ष्वागुर्नाम दुर्दर्शो मनुपुत्रो महाबलः संहरिष्यति कालोऽयं दूरं यादसुपुत्रकाः पुत्रा ऊचुः मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः महारौद्रं सुखोरं तु नरकं प्रतिपद्यते माधुपुण्यं पश पीत्वा पुष्टो भवति निर्घृणः मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः भूयं नरकमेदिह कृमिदुर्गन्धसङ्कुलं माधुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च एवं विषादसं चादस्तेषां धर्मार्थसंयुतः व्यूहं कृत्वा स्थिता सर्वे बलतेजस्समाकुलाः साहसोत्साहसम्पन्ना पश्यन्ति नृपनन्दनं नदं तः पौरुषायुर्युक्ता क्रीडमाना वने तदा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने शुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ॐ